पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 56 व्यास उवाच नाद्याच्छूद्रस्य विप्रोन्नं मोहाद्वा यदि कामदः न शूद्रयोनिं व्रचति यस्तु भुङ्क्ते त्वनापदि षण्मासान्यो द्विजो भुङ्क्ते शूद्रस्यान्नं विगर्हितं जीवन्नेव भवेच्छूद्रो मृतस्वा चाभिजायते ब्राह्मणक्षत्रियविश्वां शूद्रस्य च मुनीश्वरः यस्यान्येनोदरस्तेन मृदस्तद्योनिमाप्नुयाद राजान्नं वर्तकान्नं च षण्डान्नं चर्मकारिणां गणान्नं गणिकानां च षडन्नं च विवर्जयेद चक्रोपजीविरचकतस्करध्वजिनां तथा गान्धर्वलोककारान्नं मृदकान्नं विवर्जयेद कुलालचित्रकारान्नं वार्धुषेः पतितस्य च पौनर्भवच्छत्रिकयोरभिशप्तस्य चैव हि सुवर्णकारशैलूषव्याधवन्ध्यातुरस्य च चिकित्सकस्य चैवान्नं पुंश्चल्या दण्डकस्य च तेन नास्तिकयोरन्नं देवतानिन्दकस्य च सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः भार्याजितस्य चैवान्नं यस्य चोपपदिर्गृहे उत्सृष्टस्य कदर्यस्य तथैवोच्छिष्टभोजिनः पापीयोन्नं च सङ्खान्नं शस्त्राजीवस्य चैव हि भेदस्य रुदिदस्यान्नमवकृष्टं परिक्षदम् ब्रह्मद्विषपापरुचे श्राद्धान्नं मृतकस्य च वृथापाकस्य चैवान्नं शावान्नं चादुरस्य च अप्रजानां तु नारीणां कृधग्नस्य तथैव च कारुकान्नं विशेषेण शस्त्रविक्रयिणस्तथा शौण्डान्नं काण्डिकान्नं च भिषजामन्नमेव च विद्वत्प्रजननस्यान्नं परिवेत्रन्नमेव च पुनर्भुवो विशेषेण तथैव दिधिषूपतेः अवज्ञातं चावधूतं सरोषं विस्मयान्वितम् गुरोरपि न भोक्तव्यमन्नं संस्कारवर्जितं दुष्कृतं हि मनुष्यस्य सर्वमन्ये व्यवस्थितं यो यस्यान्नं समश्नादि स तस्याश्नादि किल्बिषम् अर्धकाकुलं मित्रं च गोपालो वाहनापितौ एते शूद्रेषु भोज्याना यश्चात्मानं निवेदयेद कुशीलभकुम्भकश्च क्षेत्रकर्मक एव च एते शूद्रेषु भोज्यान्ना दृष्ट्वा स्वल्पगुणं बुधैः पायसं स्नेहपक्वं च घोरसश्चैव सक्तवः पिण्याकं चैव तैलं च शूद्राद्ग्राह्यं द्विजादिभिः वृताङ्कं नालिकाशाकं कुसुम्भं भस्मकं तथा पलाण्डुं लशुनं शुक्रं निर्यासं चैव वर्जयेद चत्राकं विड्वराकं चस्विन्नं पीयूषमेव च विलयं विमुखं चैव कोरकाणि विवर्जयेद कृञ्जनं किं शुकं चैव कूष्माण्डं च तथैव च उदुम्बरमलाम्बुं च जगद्ध्वा पतति वैद्विजः तथा कृसरसंयावौ पायसापूपमेव च अनुपाकृतमांसं च देवान्नानि हवींषि च यवागुं मधुलिङ्गं च मत्स्यानप्यनुपाकृतान् नीपं कपित्थं प्लक्षं च प्रयत्नेन विवर्जयेद पिण्याकं चोद्धृतस्नेहं देवधान्यं तथैव च रात्रौ च तिलसम्बन्धं प्रयत्नेन दधित्यजेद नाश्नीयात्पयसात् तक्रं ना भक्ष्यानुपयोजयेद कृमिदुष्टं भावदुष्टं मृत्संसर्गं च वर्जयेद कृमिकीडावपन्नं च सुहृत्क्लेदं च नित्यशः स्वाक्रादं च पुनःसिद्धिं चण्डालावेक्षितं तथा उदक्यया च पतितैर्गवा सङ्क्रादमेव च असङ्गतं पर्युषिदं पर्यस्तान्नं च नित्यशः काककुक्कुटसंस्पृष्टं कृमिभिश्चैव सङ्गतं मनुष्यैरप्यवक्रादं कुष्ठिना स्पृष्टमेव च न रजस्वलया दत्तं न पुंश्चल्या सरोगया मलवद्वाससा वापि परवासोऽधवर्जयेद विवत्सा याश्च गोक्षीरं मेषस्यान्निर्दशस्य च आविकं सन्धिनी क्षीरमपेयम् अनुरब्रवीद बलाकं हंसदात्यूहं कलव्यङ्कं शुकं तथा कुरुरं च चकोरं च जालपादं च कोकिलं वायसान् खञ्चरीडांश्च श्येनं गृध्रं तथैव च उलूकं चक्रवाकं च भासं पारावदं तथा कपोदं डिट्टिभं चैव ग्रामकुक्कुटमेव च सिंहं व्याघ्रं च मार्जारं श्वानं सूकरमेव च शृगालं मर्कडं चैव गर्दभं न जभक्षयेद न भक्षयेत् सर्पमृखान् चिकि नोऽन्यान्वनेचरान् जलेचरान् स्थलचरान् प्राणिनश्चेदिधारणा गोधा कूर्मशशखड्गसल्लकश्चेदि सतमाः भक्ष्यान् पञ्च नखान्नित्यं मनुराह प्रजापतिः मत्स्यान् स शल्कान् भुञ्जीदमांसं रौरवमेव च निवेद्य देवताभ्यस्तु ब्राह्मणेभ्यश्च नान्यथा मयूरं तित्तिरं चैव कपोतं च कपिञ्चलं वार्ध्रीणसम्बकं भक्ष्यं मीनं हंसं पराजितं शफरी सिंहतुण्डं च तथा पाढीनरोहितौ मत्स्याश्चैदे समुद्दिष्टा भक्षणीयाद्विजोत्तमाः प्रोक्षितं भक्षयेदेषां मांसं च द्विजकाम्यया यथाविधिप्रयुक्तं च प्राणानामपि चात्यये भक्षयेन्नैव मांसानि शेषभोजी न लिप्यते औषधार्थमशक्तो वा नियोगाद्यज्ञकारणाद् आ मन्त्रितश्च यश्राद्धे देवे वा मांसमुत्सृजेद यावन्ति पशुरोमाणि तावन्नरकमृच्छति अदेयं वाप्यपेयं वा तथैवा स्पृश्यमेव वा द्विजातीनामनालोक्यं नित्यं मद्यमिति स्थितिः तस्मात् सर्वप्रयत्नेन मद्यं नित्यं विवर्जयेद पीत्वा पतति कर्मभ्यस्त्वसम्भाष्यो भवेद्विजः भक्षयित्वा प्यभक्ष्याणि पीत्वा पेयान्यपि द्विजः नाधिकारी भवेत्तावद्यावत्तन्न जहात्यधः तस्मात् परिहरेन्नित्यमभक्ष्याणि प्रयत्नदः अपेयानि च विप्रो वै तथा चेद्यादिरौरवम् इति श्रीपाद्मे महापुराणे स्वर्गखण्डे भक्ष्याभक्ष्यनियमो नाम षट्पञ्चाशत्तमोऽध्यायः ओम्।